गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विशेषं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं प्रत्यक्षज्ञानं तत्र कार्याणि कारणानि कानि इति चिन्तनावसरे स्मः तर्हि अस्माभिः किम् अधीतम् एकस्य कार्यस्य बहूनि कारणानि भवितुम् अर्हन्ति न्यूनातिन्यूनं तत्र एकेन कारणेन नैयायिकानां मतानुसारम् एकेन कारणेन एकं कार्यं यदा कदापि न उत्पद्यते समवायिकारणं भवेत् असमवायिकारणं भवेत् न्यूनातिन्यूनं एकं निमित्तकारणं भवेत् तर्हि तत्र बहूनि कारणानि भवन्ति इति अस्माभिः अधीतं तदनन्तरं कार्यकारणयोः मध्ये सामानाधिकरण्यं भवेत् इति अपि नियमः अस्माभिः अधीतः तदनन्तरम् अत्र निकषात्रयं कार्याधिकरणे भवेत् कार्याधिकरणे सर्वदा भवेत् कार्याधिकरणे पूर्वक्षणे भवेत् इति निकषात्रयं तदनन्तरं कारणकार्यभाव निश्चयार्थं सः अन्वयसहचारः व्यतिरेकसहचारः इति द्वयमपि यत्र वक्तुं शक्यते तत्र कार्यकारणभावः निश्चितः भवति अपि च एकमेव कार्याधिकरणं भवेत् इति नियमः नास्ति इति मुख्यबिन्दुः गते वर्गे अस्माभिः दृष्टम् इत्युक्ते एकस्य कार्यस्य उत्पादनार्थम् एकस्मिन्नेव कार्याधिकरणे सर्वाणि कारणानि भवेयुः इति नियमः नास्ति इति अपि अस्माभिः अधीतम् उदाहरणार्थम् अत्र प्रत्यक्षज्ञानम् इति स्वीकुर्मश्चेत् प्रत्यक्षज्ञानं समवायसम्बन्धेन आत्मनि अस्ति ज्ञानं विषयतासम्बन्धेन विषये अस्ति इति कृत्वा इदानीम् अधिकरणद्वयमस्ति भिन्नभिन्नसम्बन्धं स्वीकृत्य समवायसम्बन्धेन ज्ञानम् आत्मनि अस्ति विषयतासम्बन्धेन घटे अस्ति तर्हि कार्य अधिकरणद्वयमस्ति द्वयमपि अधिकरणं घटः अपि ज्ञानस्य अधिकरणमस्ति आत्मा अपि ज्ञानस्य अधिकरणमस्ति किन्तु सम्बन्धः विद्यते तर्हि कुत्रचित् घटं घट इति विषयः तं स्वीकृत्य कार्याधिकरणत्वेन स्वीकृत्य एकनिमिषः विषयं स्वीकृत्य कार्याधिकरणत्वेन विषयं स्वीकृत्य सम्बन्धः वक्तुं शक्यते कुत्रचित् किं घट आत्मा स्वीकृत्य वक्तुं शक्यते इति अस्माभिः अधीतम् सामान्यतया यत्र कार्यं सविषयकं भवति तत्र एतादृशं निश्चयेन भवति अन्यत्र भवति वा न वा इति अहं न तस्मिन् विषये मया न चिन्तितं किन्तु यत्र कार्यं सविषयकं भवति कानि कार्याणि सविषयकानि भवन्ति इति चेत् ज्ञानम् इति कार्यम् उत्पद्यते इति कृत्वा कार्यं स च ज्ञानं सविषयकमस्ति विषयं विना ज्ञानं यदा कदापि नास्ति खलु मयि ज्ञानमस्ति इति चेत् कस्मिन् विषये इति प्रश्नः उदेति तर्हि अयं घटः इति ज्ञानं मयि अस्ति तर्हि घटविषयकज्ञानं मयि अस्ति एवं घटविषयक इच्छा घटविषयककृतिः घटविषयकसंस्कारः अपि च घटविषयकद्वेषः इति पञ्चपदार्थाः सविषयकाः भवन्ति तर्हि यदा यदा एतेषाम् उत्पादनं भवति तदा सर्वदा अत्र विषयः अपि कार्याधिकरणं भवति तेन कार्याधिकरणं विषयस्यापि कार्याधिकरणत्वेन स्वीकृत्य निर्वाहं कर्तुं शक्नुमः इति तर्हि इदानीम् अत्र स्प्रेड्शीट् मध्ये मया किं कृतं तस्मिन् विषये अहं किञ्चित् प्रतिपादयामि तदनन्तरं भवन्तः एव वदन्तु अस्तु अत्र इदानीम् अयं घटः इति ज्ञानम् अयं घटः इति ज्ञानम् तदेव ज्ञानस्य आकारः अयं घटः। तर्हि घटः इति विषयः अस्ति ज्ञानस्य। अस्य ज्ञानस्य प्राप्त्यर्थं चत्वारि चतुर्णां द्रव्याणाम् आवश्यकता अस्ति। आत्मा भवेत्, मनः भवेत्, चक्षुः भवेत्, घटः भवेत्। तर्हि मया किं कृतम् अत्र? पर्मिटेशन् काम्बिनेशन् इव, पर्मिटेशन् न आवश्यकं। किमर्थमित्युक्ते संयोगः इति द्विनिष्ठः इति कृत्वा आत्ममनसंयोगः इति वदामश्चेत् एकमेव संयोगः, मन आत्मसंयोगः इति वदामश्चेदपि एकमेव संयोगः इति कृत्वा काम्बिनेशन् एव मया स्वीकृतं। तर्हि आहत्य षड् काम्बिनेशन् भवितुमर्हति। आत्ममनयोः मध्ये एकः, आत्मचक्षुषोः मध्ये द्वितीयः, आत्मघटयोः मध्ये तृतीयः, मनचक्षुषोः मध्ये चतुर्थः, मनघटयोः मध्ये पञ्चमः, चक्षुघटयोः मध्ये षष्ठः इति षड् काम्बिनेशन् भवितुमर्हति। तत्र केषां तत्र येषु सम्बद्धेषु केषाम् आवश्यकता अस्ति नियमेन तत्र कारणत्वं स्वीकर्तव्यम् इत्यस्मिन् मया चिन्तितम् इति कृत्वा एतादृशं मया कृतम्। अस्तु, तर्हि इदानीं पश्येम। आत्मा इति कारणं, सर्वत्र कार्यमस्ति, अयं घटः इति ज्ञानम् इति मनसि भवेत्। तर्हि तस्य कारणं किम्? आत्मा। कार्यादिकरणं किं? कारणं कार्यादिकरणे भवेत्, तर्हि कार्यादिकरणमपि आत्मा। तर्हि आत्मा आत्मनि केन सम्बन्धेन वर्तते? कारणता अवच्छेदकसम्बन्धः कः? तादात्म्यसम्बन्धः। कार्यतावच्छेदकसम्बन्धः कः? समवायसम्बन्धः। तर्हि आत्मा स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति इति कृत्वा समवायी कारणम्। अस्तु, द्वितीयमस्ति आत्ममनसंयोगः। आत्ममनसंयोगः इति गुणः। कार्यादिकरणं किम्? आत्मा। केन सम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति। केन सम्बन्धेन कार्यं जनयति? समवायसम्बन्धेन कार्यं जनयति इति कृत्वा आत्ममनसंयोगः असमवायी कारणं भवति। तृतीयं, मनः कुत्र अस्ति? आत्मनि अस्ति। केन सम्बन्धेन? संयोगसम्बन्धेन। किं जनयति? ज्ञानं जनयति समवायसम्बन्धेन। तर्हि मनः संयोगसम्बन्धेन आत्मनि स्थित्वा समवायसम्बन्धेन कार्यं जनयति, ज्ञानं जनयति इति कृत्वा निमित्तकारणं भवति। तदनन्तरं चक्षुघटसंयोगः। चक्षुघटयोः मध्ये यः संयोगः इति गुणः, तस्मिन् विषये अहं वदन्नस्मि। इदानीं स च संयोगः कुत्र अस्ति? घटे अस्ति। केन सम्बन्धेन? समवायसम्बन्धेन अस्ति। घटचक्षुसंयोगः, चक्षुघटसंयोगः घटे समवायेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति। कुत्र? घटे एव इति कृत्वा घटचक्षुसंयोगः निमित्तकारणं भवति। तदनन्तरं घटः कारणं वा? आम्, घटः स्वस्मिन् तादात्म्येन स्थित्वा विषयतासम्बन्धेन स्वस्मिन्नेव कार्यं जनयति इति कृत्वा निमित्तकारणं भवति। चक्षुः चक्षुः कारणं वा? सत्यं, चक्षुः कुत्र अस्ति? घटे अस्ति। आत्मनि अपि चक्षुः भवितुमर्हति इति वक्तुं शक्यते। कार्यादिकरणद्वयमस्ति इति मनसि भवेत्। चक्षु आत्मसंयोगः भवितुमर्हति, किन्तु घटे वदामश्चेत् तत्र सौलभ्यम् अस्ति इति कृत्वा चक्षुः घटेन संयुक्तः अस्ति खलु बहिर्गत्वा। तर्हि इदानीं चक्षुः कुत्र अस्ति? घटे अस्ति। केन सम्बन्धेन? संयोगसम्बन्धेन। चक्षुः संयोगसम्बन्धेन घटे स्थित्वा विषयतासम्बन्धेन घटे एव कार्यं जनयति इति कृत्वा चक्षुः निमित्तकारणं भवति। अस्तु, तदनन्तरं मनचक्षुसंयोगः, तत्रैव अस्माकं चिन्तनम् आसीत् गते वर्गे, वर्षा भगिन्या पृष्टम् इत्युक्ते मनचक्षुसंयोगः वक्तव्यः वा इति। तत्र यदि न वदामः कः हानिः भवति इति वक्तव्यमिति आसीत्। तत्र वर्गस्य अनन्तरं किञ्चित् चिन्तनं जातं। किं चिन्तनम् इति चेत्, यदि एकस्मिन्नेव क्षणे एकस्मिन्नेव क्षणे मम हस्तः कश्चित् विषये अस्ति चिन्तयतु, यस्मिन् विषये मृदुता अस्ति, इट् इस् वेरि स्मूत्, तर्हि स्पर्शः अस्ति तत्र. अपि च मम चक्षुः घटेन संयुक्तः अस्ति इति चिन्तयतु. तर्हि इदानीं मम आत्मनि किं ज्ञानं जायते इति प्रश्ने सति अयं घटः इति ज्ञानं जायते वा चक्षुसंयोगेन, नो चेत् एषा एतस्मिन् मृदुता अस्ति मृदुः इति तादृशस्पर्शज्ञानं जायते वा एकस्मिन्नेव क्षणे? भिन्नभिन्नक्षणेषु ज्ञानद्वयमपि भवितुमर्हति. प्रथमम् अयं घटः इति ज्ञानं जायते, तदनन्तरं मनः वेगेन त्वचा सह संयुज्य अत्र मृदुतायाः ज्ञानमपि प्राप्तुं शक्यते. किन्तु एकस्मिन् क्षणे कस्य ज्ञानं भवति इति चेत् मनः येन इन्द्रियेण संयुक्तः भवति, सख इन्द्रियं येन विषयेण संयुक्तः भवति, तस्यैव ज्ञानं प्राप्यते इति वक्तव्यं भवति. इत्यतः मनचक्षुसंयोगः अङ्गीकर्तव्यः भवति, इत्युक्ते मन इन्द्रियसंयोगः अङ्गीकर्तव्यः भवति. अस्तु, तर्हि मनचक्षुसंयोगः आवश्यकः इति निरूपितम् इदानीम्. तर्हि इदानीं कुत्र अस्ति मनचक्षुसंयोगः, कुत्र अस्ति मनचक्षुसंयोगः? आत्मनि अस्ति इति वक्तव्यं वा, नो चेत् घटे अस्ति? अत्र कार्याधिकरणद्वयमस्ति. तत्र घटे अस्ति इति वदामश्चेत् इतोपि सौलभ्यम् अस्ति इति कृत्वा मनचक्षुसंयोगः, किमर्थं चक्षुघटयोः मध्ये संयोगः जातः. चक्षुसंयोग चक्षुघटयोः मध्ये यः संयोगः जातः तस्मिन् घटे अत्र परम्परासम्बन्धेन स्वसमवायीसंयुक्तत्वसम्बन्धेन अत्र स्वम् इति मनः स्वसमवायी एकनिमिषं न स्व इति संयोगः मनचक्षुसंयोगः खलु, स्व इति संयोगः स्वसमवायी अस्ति मनः, मनः चक्षुषा संयुक्तः अस्ति इति कृत्वा तत्र आत्मनि अपि वक्तुं शक्यते. आत्मापि कार्याधिकरणम् इति स्वीकृत्य मनचक्षुसंयोगः संयोगः तत्र कार्याधिकरणं किम् इति चेत् आत्मा इति अपि वक्तुं शक्यते. किमर्थं ज्ञानं कार्यम् आत्मनि जायते इति कृत्वा आत्मा अपि वक्तुं शक्यते. किन्तु घटे वदामश्चेत् इतोपि स्पष्टता जायते. किमर्थमित्युक्ते यदा चक्षुघटयोः मध्ये संयोगः जायते तस्यैव ग्रहणं मनसा क्रियते, इत्युक्ते मनः तत्र संयुक्तः भवति चेदेव ज्ञानं जायते, तदनन्तरं तस्य ग्रहणमपि मनसा क्रियते इति कृत्वा घटः कार्याधिकरणम् इति स्वीकुर्मः इति मणिद्राविड् महोदय शास्त्रिपादैः मयि उक्तम्. अतः एव मया अत्र स्थापितमस्ति घटे. तर्हि मनचक्षुसंयोगः कुत्र अस्ति? घटे अस्ति. केन सम्बन्धेन? स्वसमवायीसंयुक्तत्वसम्बन्धेन. तत्र चक्षुः अपि घटेन संयुक्तः अस्ति इति कृत्वा स्वम् इति संयोगः, स्वसमवायी मनः, मनः चक्षुषा संयुक्तः अस्ति इति कृत्वा घटं समानाधिकरणं कार्याधिकरणम् इति स्वीकृत्य मनचक्षुसंयोगः घटे स्वसमवायीसंयुक्तत्वसम्बन्धेन स्थित्वा घटे विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा मनचक्षुसंयोगः निमित्तकारणं भवति इति. अस्तु, तदनन्तरं किञ्चित् इतोपि किञ्चित् वदामि, तदनन्तरं प्रश्नाः सन्ति चेत् प्रष्टुं शक्यते. अस्तु, इदानीम् आत्मघटसंयोगः, आत्मचक्षुसंयोगः, मनघटसंयोगः इति त्रयाणां संयोगस्य विषये चिन्तनीयमस्ति, तदनन्तरं चिन्तयामि. तस्मात् पूर्वं प्रकाशः आवश्यकः अस्ति. यदि प्रकाशः नास्ति तर्हि घटस्य प्रत्यक्षं न भवति. अन्धकारः अस्ति चेत् कथं वा घटस्य प्रत्यक्षं स्यात्? तर्हि प्रकाशः, प्रकाशः वस्तुतः इत्युक्ते तेजः, तेजः इति द्रव्यं, घटेन संयुक्तः अस्ति, तर्हि कार्याधिकरणं घटः, तेजः घटेन संयोगसम्बन्धे घटे संयोगसम्बन्धेन स्थित्वा घटे विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा प्रकाशः निमित्तकारणं भवति. अपि च घटे विद्यमान उद्भूतरूपं तदपि अस्माभिः अधीतं खलु, तत्र रूपम् उद्भूतरूपं भवेत्. यस्मिन् उद्भूतरूपमस्ति तद्रूपमेव तस्य एव प्रत्यक्षं भवितुम् अर्हति इति कृत्वा एव वायोः प्रत्यक्षं न भवति, तस्मिन् रूपमेव नास्ति इति कृत्वा. अपि च परमाणूनां पार्थिव जलीय तैजसीयपरमाणूनां प्रत्यक्षं न भवति. किमर्थं? यद्यपि तेषु रूपमस्ति तथापि तद्रूपम् उद्भूतं नास्ति इति कृत्वा प्रत्यक्षं न भवति. तर्हि उद्भूतरूपम् अपि कारणं भवति घटस्य उद्भूतरूपं, घटे विद्यमान उद्भूतरूपं कार्यकारणं भवति. तर्हि उद्भूतरूपं कुत्र अस्ति? घटे. केन सम्बन्धेन? समवायसम्बन्धेन. रूपम् इति गुणः इति कृत्वा घटे समवायसम्बन्धेन अस्ति, समवायेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम्. एवमेव मध्यमपरिमाणं, घटे विद्यमानं मध्यमपरिमाणम् इति गुणः परमाणुपरिमाणानां प्रत्यक्षं न भवितुम् अर्हति इति कृत्वा मध्यमपरिमाणं यस्मिन् अस्ति घटे स च परिमाणमपि कारणं भवति. स च परिमाणं समवायेन घटे स्थित्वा घटे एव विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा मध्यमपरिमाणमपि कारणम् इति उक्तम्. अस्तु, तर्हि इदानीम् अवशिष्टमस्ति त्रयः संयोगाः, आत्मघटसंयोगः, आत्मचक्षुसंयोगः, मनघटसंयोगः इति त्रीणि, कालम् जे के एल् तत्र दत्तमस्ति. अस्तु, अत्र प्रथमम् आत्मघटसंयोगः इत्यस्मिन् विषये शास्त्रिपादैः सह किञ्चित् चिन्तनं जातं. मया उक्तम् इदानीं तस्य घटस्य दर्शनम् अहं कुर्वन्नस्मि, घटे क्रिया न जायमानमस्ति, वस्तुतः भूतले घटः तत्र क्रियां विना तिष्ठति इत्युक्ते इतस्ततः तत्र चलनमेव नास्ति. घटः अक्रियावान्, अक्रियावान् घटः भूतले अस्ति, तस्य एव दर्शनम् अहं करोमि. किन्तु संयोगः भवति चेत् तत्र क्रिया भवेदेव, क्रियां विना संयोगः न भवति. आत्मात् विभुः अस्ति, तस्मिन् क्रिया यदा कदापि न भवति. घटः मध्यमपरिमाणवान् अस्ति, तस्मिन् क्रिया भवितुमर्हति. किन्तु यस्मिन् समये मम दर्शनं प्राप्तं तस्मिन् समये क्रिया न जाता इति कृत्वा आत्मघटसंयोगः इति न भवत्येव इति मया उक्तम्. तस्मिन् विषये शास्त्रिपादैः एवम् उक्तं, वस्तुतः आत्मघटसंयोगः अस्ति इति. कथमस्ति? भूतले घटं कथं प्राप्तम् इति चेत् केनापि अन्यस्मात् घटम् उत्थाय क्रियाम् उत्पाद्य, घटे क्रियाम् उत्पाद्य भूतले स्थापितं खलु. ह्यः इद अद्य अहं घटं पश्यन् अस्मि इति चिन्तयतु. किन्तु घटः भूतले यद् अहम् इदानीं पश्यन् अस्मि स च घटः भूतले गते ह्यः आगतम् इति चिन्तयतु. तर्हि ह्यः घटे क्रियां भूत्वा एव तत्र आगतः इति कृत्वा यस्मिन् समये क्रिया जाता तस्मिन् समये तत्र आत्मा अस्ति इति कृत्वा आत्मघटसंयोगः जायत्येव इति प्रथमम्. अपि च ह्यः जन्यमानसंयोगः अद्य अस्ति वा इति चेत् आम् अस्ति. संयोगः क्षणात्मकः नास्ति, यावत्पर्यन्तं विभागः न जायते तावत् संयोगः तिष्ठति एव. इत्युक्ते अत्र ह्यः घटः मया आनीय भूतले स्थापितम् इति चिन्तयतु। तर्हि यावत् पुनः तत्र क्रियां न उत्पादयामि घटे, तावत् विभागः न जायते। विभागः न जायते, विभागः जायते चेत् एव पूर्वदेशसंयोगः, संयोगस्य नाशः भवति। यदा तस्य नाशः भवति तदा एव अग्रिमक्षणे उत्तरदेशसंयोगः भवति इति अस्माभिः अधीतं खलु, पञ्चक्षणप्रक्रिया। तर्हि ह्यः यदा घटः भूतले आगतः तदा घटे क्रिया जाता इति कृत्वा तस्मिन्नेव समये आत्मघटसंयोगः अपि जातः, स च संयोगः इदानीमपि अस्ति इति कृत्वा, यद्यपि यस्मिन् समये घटचक्षुसंयोगः जायते तस्मिन् समये आत्मघटसंयोगः न जातः, पूर्वमेव जातः, किन्तु तस्मिन् क्षणे आत्मघटसंयोगः, पूर्वमेव जन्यमान आत्मघटसंयोगः इदानीमपि अस्ति इति कृत्वा आत्मघटसंयोगः अस्ति एव। अस्तु, तर्हि अस्ति इति कृत्वा तस्य कारणत्वं स्वीकर्तव्यं वा इति चेत् न, अन्यथा सिद्धत्वात् इति शास्त्रपादैः उक्तम्। इत्यतः एव अन्यतासिद्धविषये करपत्रं मया प्रेषितमस्ति। अस्तु, अद्य अन्यतासिद्धत्वविषये न चिन्तयामः, केवलं प्रत्यक्षज्ञानस्य विषये सम्पूर्ण अध्ययनं कुर्मः, सम्पूर्णज्ञानं प्राप्नुमः। किन्तु अन्यतासिद्ध स च आत्मघटसंयोगः अन्यतासिद्धः भवति इति कृत्वा अस्य अस्मिन् कारणत्वम् आत्मघटसंयोगे कारणत्वं न स्वीक्रियते अयं घटः इति ज्ञानं प्रति। अपि च अत्र अन्यतासिद्धम् इति पञ्च इति मया लिखितम् अत्र, किं करपत्रे पञ्चविध अन्यतासिद्धत्वम् उक्तमस्ति। अस्तु, एकमेव वदामि, तदनन्तरम् अन्यतासिद्धत्वविषये गभीरचिन्तनं कर्तुं शक्नुमः। सामान्यतया अन्यतासिद्धम् इत्युक्ते किं, कारणस्य कारणं, कारणस्य कारणम् इति मया उक्तं खलु, तत्र किञ्चित् परिष्कर्तव्यमस्ति। अत्र सामान्य वादः यद् मया उक्तं, किन्तु करपत्रं पठति चेत् कारणं किं कारणं भवितुम् अर्हति इत्यत्र अनन्यतासिद्धत्वे सति इति अन्यतासिद्धत्वम् अपि लक्षणवाक्ये योजितमस्ति। इत्युक्ते कारणम् इति यद् वदामः तत्र कारणे अन्यतासिद्धत्वं न भवेत् इति तादृशचिन्तनं यदा न कुर्मः तदा कारणस्य कारणमिति सामान्यतया अवगन्तुं शक्नुमः। किन्तु अनन्यतासिद्धत्वे सति कारणत्वम् इति एव कारणम् इति वदामश्चेत् तत्र यत् अन्यतासिद्धमस्ति तत् कारणमेव न भवति। कारणमेव न भवति चेत् कारणस्य कारणम् इति न वक्तुं शक्नुमः। तर्हि परिष्कृतलक्षणे कारणस्य कारणम् इति नावगन्तव्यम्। तर्हि अन्यतासिद्धम् इति, अन्यतासिद्धः इति कश्चन सिद्धान्तः अस्ति, तस्मिन् विषये अग्रे पश्येम, प्रायः अग्रिमवर्गे एव तस्मिन् विषये चिन्तनं कुर्मः। किन्तु अन्यतासिद्धमस्ति आत्मघटसंयोगः, अन्यतासिद्धमस्ति कीदृश अन्यतासिद्धमस्ति इति चेत् पञ्चविध अन्यतासिद्धाः उक्ताः सन्ति, प्रतिपादिताः सन्ति करपत्रे। तेषु पञ्चम अन्यतासिद्धे अन्तर्भूतं भवति आत्मघटसंयोगः इति। अस्तु, अग्रिमम् आत्मचक्षुसंयोगः। चक्षुषी अत्र क्रिया जायते, तर्हि आत्मा विभुः अस्ति इति कृत्वा यत्र यत्र क्रिया जायते अपि च चक्षुः क्रियावान् अस्ति इति कृत्वा यदा चक्षुषी क्रिया जायते तत्र आत्मचक्षुसंयोगः अपि भवति। किन्तु तस्मिन् कारणत्वं कल्पनीयं वा इति चेत् तत्र शास्त्रिपादैः उक्तम् अन्वयव्यतिरेकं कुर्मश्चेत्, तत्र अन्वयव्यतिरेकं कुर्मश्चेत् आत्मचक्षुसंयोगः संयोगे कारणत्वं न वक्तव्यम् इति आयास्यति इति. तर्हि आत्ममन आत्मचक्षुसंयोगे कारणत्वं न स्वीकार्यम् इति शास्त्रिपादैः उक्तम्. एवमेव मनघटसंयोगो मनघटसंयोगः तत्रापि इदानीं मनः चक्षुषा संयुक्तः अस्ति, चक्षुः घटेन संयुक्तः अस्ति इति कृत्वा स्वसंयुक्तसंयुक्तत्वसम्बन्धेन मनघटसंयोगः भवितुमर्हति इति परम्परासम्बन्धः वक्तुं शक्यते. किन्तु मनघटसंयोगः न वदामश्चेत् कार्यं न जायते वा इति चिन्तनीयम्. तत्र अन्वयव्यतिरेकं स्वीकृत्य मनघटसंयोगे कारणत्वं न स्वीकुर्वश्चेदपि अत्र हानिः नास्ति, किं कार्यं जायते एव इति कृत्वा तर्हि आहत्य मनघटसंयोगे कारणत्वं न अङ्गीकृतम्. इदानीं रक्तवर्णे अहं स्थापयामि, मनघटसंयोगे अपि कारणत्वमेव न स्वीक्रियते. आत्मघटसंयोगे तु अन्यथासिद्धत्वेन तस्य कारणत्वं निराकृतम् इति कृत्वा सम्पूर्णचिन्तनं जातम् इदानीम्. अस्तु, अस्तु, अस्मिन्नेव विषये अन्यदपि आचार्येण शास्त्रिपादैः उक्तं, तदपि अहं प्रतिपादयामि. इदानीं पि इति इत्यस्मिन् काले इत्यस्मिन् सदसि आकारः इति अस्ति खलु, तस्मिन् विषये अहं वदामि, स्वारस्यविषयमस्ति इति कृत्वा. अस्तु, इत्युक्ते इदानीं घटः गोः इति स्वीकुर्मः, अयं गौः इति ज्ञानम्, इयं गौः इति ज्ञानं मयि जायते इति चिन्तयतु. अस्तु, तर्हि इयं गौः यथा अयं घटः इति ज्ञानं जायते तदा एव इयं गौः इति अपि ज्ञानं जायते इति चिन्तयतु. तत्र यानि कारणानि अयं घटः इत्यत्र अस्माभिः स्वीकृतं तत्र सर्वत्र तानि कारणानि एव इयं गौः इत्यत्रापि इत्यस्मिन् ज्ञाने अपि स्वीकरणीयं भव स्वीकरणीयानि भवन्ति. किन्तु इदानीं किञ्चित् विशेषं कारयामः, किम् इति चेत् सम्पूर्णगोः गवातः तत्र संयोगः न जातः इति चिन्तयतु. केवलं पुच्छेन सह, गोः पुच्छं यदस्ति पुच्छेन सह संयोगः जातः इति चिन्तयतु. इत्युक्ते तत्र भित्तिः अस्ति, भित्तिः अस्ति, केवलं गोः पुच्छमेव दृश्यते, न तु तस्य अग्रभागः. तर्हि प्रश्नः उदेति, इदानीं चक्षु गोः मध्ये संयोगः जातः वा इति चेत् आम्, निश्चयेन जातः, न जातः इति न वक्तुं शक्यते, अवयविना सह तत्र संयोगः जातः खलु, तर्हि गवा सह संयोगः जातः एव. किन्तु इदानीं पुच्छभागेन सह यदा संयोगः जायते तदा इयं गौः इति ज्ञानं जायते वा इति पृष्टे सति मुक्तावल्लीग्रन्थे एवं ग्रन्थकारेण प्रतिपादितं निर्णीतं किम् इति चेत् न जायते. किमर्थम् इत्युक्ते गोः लक्षणं किं, शासनादिमति गौः इत्युक्ते शासन इति कश्चन अङ्गविशेषः अस्ति, द ड्यूलक् इति वदामः, बिलो द नेक् आफ् दि कौ दर् बि अ फ्लेश् दट् विल् बि हेङ्गिङ्ग् रैट् फ्रम् दि थ्रोट् आल् द वे टु दि वेर् दि फोर् लेग्स् आर्. तादृश अवयविशेषः केवलं गोः एव अस्ति, तर्हि तत् स्वीकृत्य एव गोः लक्षणं कृतं, शासनादि शासनादि मति गौः इति, यस्मिन् शासना इति कश्चन अवयविशेषः अस्ति, यस्यां शासना इति कश्चन अवयविशेषः अस्ति, सा एव गौः इति. अस्तु, तर्हि इदानीम् अत्र एकेन अवयवेन एव संयोगः जायते, स च अवयवः इदानीं शासनम् इति स्वीकुर्मश्चेत् यद्यपि सम्पूर्ण गवासः संयोगः न जातः, तथापि अयं गौः इयं गौः इयं गौः इति ज्ञानं जायतेव. किमर्थम् इति चेत् येन अवयवेन लक्षणं कृतं तेन अवयवेन संयोगः जातः इति कृत्वा अत्र इयं गौः इति ज्ञानं जायते. एवमेव अत्र घटस्य लक्षणमस्ति कम्बुग्रीवत्वम् इति. घटस्य लक्षणं किं? यस्मिन् घटत्वमस्ति. तर्हि घटत्वस्य लक्षणं किम् इति चेत् यस्मिन् कम्बुग्रीवत्वमस्ति सः एव तस्मिन्नेव घटत्वम् इति. तर्हि कम्बुग्रीवत्वम् एव घटत्वं. कम्बुग्रीवत्वम् इत्युक्ते दाट् विच् इस् गाट् अ न्यारो नेक् अण्ड् अ बिग् बाटम्. तदेव कम्बुग्रीवः इत्युक्ते ग्रीवः इत्युक्ते नेक्. कम्बुग्रीवः इत्युक्ते न्यारो नेक्. तादृश अवयवविशेषः यस्मिन् अस्ति सः एव घटः. तर्हि तस्य घटत्वस्य लक्षणं किम् इति चेत् कम्बुग्रीवत्वं. तर्हि यथा गोः विषये अस्माभिः चिन्तितं, तर्हि एकेन अवयवेन सह संयोगः भवति. इदानीं तत्र घटः अस्ति किन्तु सम्पूर्णघटः न दृश्यते, केवलम् अधोभागः दृश्यते इति चेत् तत् स्थालिका वा घटं वा इति न निश्चेतुं शक्नुमः. किन्तु कम्बुग्रीवं पश्यामश्चेत् यद्यपि केवलं कम्बुग्रीवम् एव दृश्यते, तर्हि तत्र निश्चेतुं शक्नुमः इति कृत्वा तत्र आकारः अपि कारणम् इति. आकारः कथं कारणम् इति चेत् एवमेव तस्मिन् आकारे कारणत्वं कल्प्यते. तर्हि आकारः कीदृशपदार्थः? वस्तुतः आकारः इति गुणः नास्ति, नास्ति चतुर्विंशतिगुणेषु अन्यतमः नास्ति आकारः. तर्हि घट कम्बुग्रीवत्वमेव घटत्वमिति वदामश्चेत् कम्बुग्रीवत्वम् इति कश्चन जातिः भवति. तर्हि आकारः इत्युक्ते जातिः इति स्वीकर्तुं शक्यते. अवयवसन्निवेशम् इति कश्चन सिद्धान्तः तैः तत्र मुक्तावलीग्रन्थेषु उक्तः, ग्रन्थे उक्तः अस्ति. अस्तु, इति यावद् अस्मिन् विषये मया चिन्तितं तत्सर्वम् इदानीं मया प्रतिपादितमस्ति. तर्हि प्रथमम् अत्र प्रश्नाः सन्ति वा यावद् मया उक्तं तत्र? अत्र आत्मघटसंयोगः इत्यस्मिन् विषये तु यदा घटः जातः तस्मिन्नेव समये आत्मघटसंयोगः अस्ति खलु महोदय? हा, किन्तु स च संयोगः इदानीं तस्मिन् तस्मिन् घटे क्रियाम् उत्पादयामश्चेत् विभागः स च संयोगः नश्यति खलु? कथं विभागः कथं तस्य नाशः भवति चेत् तस्य विभागः इति वदामः वा, अथवा आत्मघटसंयोगः विभागः कथं जायते? विभागस्य कारणं किं? क्रिया एव. इदानीम् आत्मा तु विभुः अस्ति, यत्र कुत्रापि स्थापयति चेत् आत्मघटः संयोगः भवति एव. सत्यम् इति कृत्वा आत्मघटसंयोगः वर्तत्येव. यत्र कुत्रापि इदानीं घटे क्रियाम् उत्पाद्य यत्र कुत्रापि घटं स्थापयामश्चेत् तत्र आत्मघटसंयोगः भवत्येव. तस्य नाशः कथम्? इदानीं घटः जातः, तस्मिन् समये तस्य तस्मिन् क्रिया अस्ति खलु, तदा एव आत्मघटः तस्मिन् यदा घटः जातः तस्मिन्नेव समये संयोगः जातः अस्ति संयोगः. तदनन्तरम् अनन्त अन्यस्मिन् स्थले स्थापयति चेत् संयोगः अस्ति, तत्रापि संयोगः. तत्र पूर्वसंयोगस्य नाशः अपि भवति खलु? तत्तु भिन्नसंयोगः इति स्वीकरणीयः. हा, भिन्नसंयोगः. अतः एव पूर्वदेशसंयोगनाशः उत्तरदेशसंयोग उत्पत्तिः इति कथ्यते. तु तत्र तत्र देशस्य एव भिन्नदेश एव अस्तु खलु, आत्मा तु विभुः अस्ति. एतस्य एव संयोगः तु अहं चिन्तयामि आत्मनसंयोगः यदा घटः जातः तस्मिन् समये एव अस्ति तत्र क्रियायाः न न तस्मिन् समये जायते किन्तु भवान् वक्तुं किं किं वक्तुम् इच्छति स च संयोगस्य नाशः यदा कदापि भवति इति न भवति यावत् नाशः न भवति तत्र इदानीं यदा भवान् उक्तवान् ह्यः अहं घटम् आनय एकस्मिन् स्थले स्थापयामि न तावत् मा गच्छतु अहं प्रश्नान् पृच्छामि तस्य उत्तरं वदतु अस्तु अस्मिन् घटे अस्मिन् क्षणे घटः जातः इति चिन्तयतु नूतनघटस्य उत्पादनं जातमिति चिन्तयतु कुलालस्य गृहे भवतु तर्हि इदानीं यदा घटः जातः तस्मिन् अग्रिमक्षणे आत्मघटसंयोगः जातः वा न वा सत्यम् अस्तु तर्हि उत्पादन अनन्तरं कुलालः किं करोति घटं स्वीकृत्य अन्यत्र स्थापयति सत्यं तर्हि घटे क्रिया जाता खलु क्रिया जाता हा तर्हि घटे क्रिया जाता इति कृत्वा विभागः आत्मघटयोः मध्ये यः आत्म तत्र आत्मघटविभागः अपि जातः खलु अनया क्रियया तर्हि विभागः जातः इति कृत्वा पूर्व आत्मघटसंयोगः अपि नष्टः खलु अस्तु अस्तु अवगतं महोदय हा इति अस्ति यद्यपि आत्मनि यदा कदापि क्रिया न जायते तथापि विभागः तु जायते घटे क्रिया जायते चेत् विभागः जायते विभागेन पूर्व तत्र पूर्वदेशसंयोगः इति केवलं पञ्चक्षणप्रक्रियासु उक्तम् इत्युक्ते अत्र केवलम् उदाहरणार्थम् एकं दिशातः यः संयोगः तदेव स्वीकृतम् उदाहरणार्थं किन्तु आकाशघटसंयोगः अपि अस्ति कालघटसंयोगः अपि अस्ति तादृशम् अपि सर्वेषां सर्वेषां संयोगः जायते अपि च यदा घटे क्रिया जायते तेषां सर्वेषां विभागः अपि जायते अस्तु सर्वेभ्यः विभागः अपि जायते अस्तु धन्यवादः अस्तु अग्रिमप्रश्नः किमपि अस्ति किं तत्र महोदय अस्तु हा रमेश महोदय पृच्छति वा भवान् पृच्छतु महोदय अस्तु अत्र गतवर्गे भवान् उक्तवान् तत्र चक्षु मणक्चक्षुसंयोगः तत्र अन्यथा सिद्धः भवति इति तत्र तस्मिन् विषये अन्यथा सिद्धत्वं स्वीकरणीयं वा न वा इति किञ्चित् वदति वा नास्ति नास्ति अतः एव मया प्रतिपादितं खलु इत्युक्ते गते वर्गे वर्षा भगिन्या उक्तं चक्षुमनसंयोगः अपि आवश्यकी इति किन्तु तत्र केवलम् अत्र तर्कार्थं किमर्थम् इति संस्थापयतु इति वर्गस्य अनन्तरं यदा भवता कृतं अस्तु तत्र आवश्यकः अस्ति किमर्थम् इति चेत् इति कृत्वा ये अत्र एकस्मिन् क्षणे एकस्मिन्नेव क्षणे मम चक्षुः घटेन संयुक्तः अस्ति अपि च मम हस्तः हस्ते विद्यमानत्वगिन्द्रियम् अत्र उत्पीठिका यदस्ति तेन सह संयुक्तः अस्ति इति चिन्तयतु तर्हि कस्य ज्ञानं भवति अयं घटः इति ज्ञानं भवति वा नो चेत् अत्र स्पर्शज्ञानं भवति वा चाक्षुषज्ञानं भवति वा स्पर्शज्ञानं भवति वा इति प्रश्नः एकस्मिन् क्षये इन्द्रियद्वयमपि संयुक्तः अस्ति एकमेव भवति हा एकमेव भवति तस्य कारणं किम् इति चेत् अत्र असाधारणकारणं भवति मन इन्द्रियसंयोगः येन इन्द्रियेण सह मनः संयुक्तः भवति स च इन्द्रियं येन विषयेण सह संयुक्तः अस्ति तस्यैव विषयस्य ज्ञानं भवति न तु अन्यस्य इदानीं तत् तस्य कारणत्वम् अस्ति इति कृत्वा अन्यथा सिद्धत्वं नास्ति इति स्वीकुर्मः वा हा अत्र साक्षात् कारणत्वमस्ति असाधारणकारणमस्ति खलु एतत् मनचक्षुसंयोगः असाधारणकारणमस्ति. तदा इदानीं चक्षुः अस्ति, चक्षु घटसंयोगः जातः, तदनन्तरं चक्षुष इदानीं चक्षुषा चक्षुघटसंयोगः जातः, चक्षुघटसंयोगेन तत्र ज्ञानं जातम्. इदानीं तदा चक्षुः अन्यथा सिद्धः भवति वा महोदय? मम भ्रमः अस्ति इति कृत्वा एव. अस्तु, अन्यथा सिद्धस्य विषये इदानीं त्यजतु, तत्र किञ्चित् इतोपि भवता अवगन्तव्यमस्ति. अस्तु महोदय, अस्तु. अस्तु, तर्हि तत्र मनचक्षुसंयोगः मनचक्षुसंयोगे कारणत्वम् अङ्गीकर्तव्यं वा इति चेत् सत्यं, निश्चयेन अङ्गीकर्तव्यम् इति एकः. अपि च किमर्थं मनचक्षुसंयोगस्य अधिकरणं घटम् इति स्वीकर्तव्यं, न तु आत्मा? आत्मनि अपि मनचक्षुसंयोगः भवितुमर्हति खलु, आत्मा अपि अधिकरणं भवितुमर्हति. आत्मा चक्षुषा संयुक्तः अस्ति, मनसा अपि संयुक्तः अस्ति इति कृत्वा स्वसंयुक्तसंयुक्तत्वसम्बन्धेन अत्र आत्मा समान अधिकरणम् इति स्वीकृत्य तयोः मध्ये सम्बन्धं कारयितुं शक्यते खलु. यथा भूतलं भूतले घटः अस्ति, पुस्तकमपि अस्ति इति चिन्तय इति स्वीकुर्मश्चेत् समान अधिकरणमस्ति इति कृत्वा घटपुस्तकयोः मध्ये अपि सम्बन्धः कल्पयितुं शक्यते. तर्हि आत्मा अस्वीकृत्य घटमेव स्वीकृतं कार्याधिकरणत्वेन, किमर्थम्? तत्र सुलभः भवति वा अस्माकं चिन्तनं? सुलभः इत्युक्ते सुलभः इति मया उक्तं, किन्तु लाघवार्थं न लाघवम् इति किमर्थम् अत्र घटे लाघवमस्ति, आत्मनि वदामश्चेत् अलाघवम् इति किम् इति चिन्तनीयम्. अत्र सम्बन्धः किञ्चित् दीर्घस्वसंयुक्तसंयुक्तस्य चिन्ता इति नास्ति, नास्ति तादृशं नास्ति. अस्तु, अत्र पश्यतु, इदानीम् आत्मा अस्ति, चक्षुः अपि शरीरे एव अस्ति, तर्हि चक्षुः यदा चक्षुषी क्रिया जायते तदा चक्षु आत्मसंयोगः भवत्येव, मनः अपि शरीरे एव अस्ति इति कृत्वा तत्रापि संयोगः अस्ति एव खलु. सत्यं, किन्तु इदानीं मनः तत्र एवमेव भ्रमणं कृत्वा अस्ति इति चिन्तयतु. यथा वयं वीथ्यां गच्छामः तत्र बहु किमपि अस्माभिः दृश्यते, किन्तु तत्र अवधानमस्ति वा इति चेत् नास्ति खलु. सत्यं, यत्र मनः संस्थापयामः विषयेन सह विषयं कार्याधिकरणं भवति तदा एव ज्ञानं तस्य ग्रहणम् इति भवति खलु. अस्तु अस्तु, एवमेव मनः भ्रमणं कुर्वन् अस्ति चेत् अत्र संयोगः वक्तुं शक्यते, किन्तु ज्ञानस्य ग्रहणं भवति वा इति चेत् न. इति कृत्वा कार्याधिकरणं घटम् इति वदामश्चेत् निश्चयेन तस्य ज्ञानस्य ग्रहणं भवति इति कृत्वा घटः कार्याधिकरणम् इति स्वीकृतम्. अस्तु महोदय, समीचीनम्. अस्तु महोदय, इति तत्र सौलभ्यम् इत्युक्ते वस्तुतः अत्र लाघवम् इति नास्ति, घटे वक्तव्यं तदा एव ग्रहणं भवति. यो चेत् केवलेन भ्रमणेन इदानीं मनः भ्रमणं कुर्वन् अस्ति इति चिन्तयामश्चेत् तत्र संयोगः भवत्येव, क्रिया अस्ति इति कृत्वा. किन्तु अयं घटः इति ज्ञानस्य ग्रहणं तत्र मनचक्षुसंयोगः घटे अस्ति इति वक्तव्यं तदा एव ग्रहणं भवति इति वक्तुं शक्यते. इति कृत्वा घटः कार्याधिकरणत्वेन स्वीकर्तव्यं भवति इति अत्र सिद्धान्तः. अस्तु, इतोपि प्रश्नाः सन्ति किम्? आं महोदय, महोदय, आत्मा चक्षुषः मध्ये संयोगः यत् अस्ति तत् यदा चक्षुषः जायते तदा एव संयोगः तदा संयोगः भवति. जगति यत्र कुत्र चक्षुषा चक्षुषुः चक्षुषः वर्तते तत्र तत्र संयोगः भवत्येव आत्मनि सः सत्यं सत्यं तर्हि यदा घटं पश्यामि तदा एतदेव चक्षुषा आत्मनि संयोगः अस्ति इति कदा वक्तुं शक्यते सर्व सर्वेषां चक्षुषाणां संयोगः भवति खलु इत्युक्ते मम आत्मनः अन्येषां चक्षुषाणां अन्यैः चक्षुषैः सह संयोगः भवति इति वदति वा आम् आत्माविभुः इति कृत्वा आत्माविभुः इति तत्र विषये विशिष्टसंयोगः वक्तव्यः भवति विशिष्टस यथा आत्मनयोः मध्ये विशिष्टसंयोगः अस्माभिः स्वीकृतः एवम् आत्मचक्षुषोः मध्ये अपि विशिष्टसंयोगः वक्तव्यः भवति नो चेत् मम चक्षुः इति कथं वा वक्तुं शक्यते आत्माविभुः इत्यतः तर्हि यथा मनसा सह उक्तम् एवं चक्षुषा सह संयोगः विशिष्टसंयोगः यद्यपि अन्ये अन्यानि चक्षूंषि तत्र सन्ति तेषु क्रिया जायते एव तथापि मम आत्मना सह एकस्यैव चक्षुषः संयोगः भवितुमर्हति विशिष्टसंयोगः तत्र वक्तव्यं भवति सम्यक् अस्ति वा किमर्थं चेत् मनः इन्द्रियैः सह एव विशिष्ट सोरि आत्ममनसः एव विशिष्टसंयोगः भवति तदनन्तरं मनः इन्द्रियैः सह संयोगः भवेत् किल किन्तु अस्माकं सिद्धान्तः कः यदा क्रिया यस्मिन् कस्मिंश्चित् मूर्तद्रव्ये क्रिया जायते चेत् तेषां सर्वेषां मूर्तद्रव्याणां विभुद्रव्यैः सह संयोगः जायत्येव इति उक्तं खलु तर्हि आत्मचक्षुसंयोगः भवत्येव नो चेत् अत्र चक्षुः मूर्तद्रव्यं नास्ति इति किमपि वक्तव्यं किन्तु तादृशं नास्ति मूर्तद्रव्यं नास्ति इति वदामश्चेत् कथं वा घट अचक्षुषोः मध्ये संयोगः भवति तद् प्रतिपादयितुं न शक्यते इति कृत्वा चक्षुः मूर्तद्रव्यं तस्मिन् क्रिया जायत्येव इति अङ्गीकर्तव्यम् यदि चक्षुः चक्षुषी क्रिया जायते इति अङ्गीकुर्मः तदा आकाशेन सह अपि तस्य संयोगः भवति कालेन सह संयोगः भवति दिशा सह संयोगः भवति इति अङ्गीकर्तव्यम् एव तर्हि सर्वे आत्मानः तत्र सन्ति इति कृत्वा तेभ्यः सर्वे तैः सर्वैः आत्मभिः संयोगः जायत्येव इति वक्तव्यं भवति यदि विशेषसंयोगः इति न वदामः इत्यतः विशेषसंयोगः वक्तव्यः भवति ज्ञानमिति त्यजतु इदानीं ज्ञानमिति त्यजतु इदानीं तत्र भरतनाट्य कोऽपि अस्ति इति चिन्तयतु सा नाट्यं करोति इत्युक्ते कृष्णताराग्रवर्ते कृष्णताराग्रं कृष्णतारा इतस्ततः गच्छति तर्हि चक्षुः कृष्णतरागवर्ति इति कृत्वा चक्षुः अपि चक्षुषी अपि क्रिया जायते खलु यदा क्रिया जायते तत्र संयोगः भवत्येव विभुद्रव्येण सह अन्येन मूर्तद्रव्येण सह संयोगः जायते अनिवार्यः अस्ति इति कृत्वा अत्र आत्मचक्षुसंयोगः भवति इति अङ्गीकर्तव्यं किन्तु अत्र प्रथमप्रश्नः रमेशमहोदयेन किं कृतं सर्वैः चक्षुषैः सह आत्मसंयोगः किमर्थं न स्यात् इति चेत् तत्र विशिष्टसंयोगः इति वक्तव्यं भवति मम चक्षुषा सह एव मम आत्मनः संयोगः भवितुम् अर्हति इति निर्बन्धः अस्ति इति यदा वदामः तदनन्तरम् इदानीम् आत्मचक्षुसंयोगः यदा स्वीक्रियते तदनन्तरं तस्य कारणत्वं तस्मिन् संयोगे कारणत्वं वक्तव्यं वा इति चेत् तत्र अन्वयव्यतिरेकं कृत्वा न आवश्यकम् इति निर्णेतुं शक्नुमः इति उक्तवान् प्रश्नः अस्ति किम् महोदय अहम् एकनिमिषं महोदय एकनिमिषं अत्र वर्षा भगिनी भवत्याः प्रश्नः न महोदय इतोपि चिन्तयामि अस्तु अस्तु चिन्तयतु तावत् श्रीराम महोदय पृच्छतु महोदय यद्यपि तत्र मम आत्मना सर्वेषां चक्षुषैः सह संयोगः जातः जातः इति नास्ति अस्ति जातः इति नास्ति विशिष्टसंयोगः अस्ति इति न विशिष्टसंयोगः सर्वैः चक्षुषैः न भवति मम किमर्थं विशिष्ट इति पदं प्रयुक्तमिति चिन्तयतु इत्युक्ते विशिष्टसंयोगः इत्युक्ते केवलं मम एवं वा सत्यम् इत्युक्ते यदि सर्वैः चक्षुषैः सह संयोगः जायते इति वदामः तर्हि विशिष्ट इति किमर्थं वक्तव्यम् विशेषस्य प्रयोगः प्रयोजनमेव नास्ति खलु अहं चिन्तितवान् सर्वैः चक्षुषैः विशिष्टसंयोगः अस्ति नास्ति नास्ति अस्तु अस्तु सर्वैः इन्द्रियैः तत्र संयोगः जातुम् अर्हति किन्तु तादृशं वदामश्चेत् इदानीम् अन्येन चक्षुषा अन्येन चक्षुषा घटेन सह घटेन सह अन्यः चक्षुः अन्यं चक्षुः घटेन सह संयुक्तः भवति चेत् मम आत्मनि अत्र ज्ञानं जायेत खलु तत्र अहं तत्र किमर्थं ज्ञानं न जातम् इत्युक्ते मनचक्षुसंयोगः नास्ति इति कृत्वा एव ज्ञानं न जातम् मनः तु मम मयि एव अस्ति चक्षुः अपि भवती एव अस्ति खलु मयि इत्युक्ते किम् आत्मा तु सर्वत्र अस्ति आत्मा सर्वत्र इदानीं मम आत्मा सर्वत्र अस्ति यद्यपि इदानीं स्वीकुर्मः मम आत्मा भवतः चक्षुषा सह संयोगः संयुक्तः अस्ति इति स्वीकुर्मः एकनिमिषम् अत्र अत्र चक्षुविषये किं न चिन्तयतु इदानीं मनसः विषये एव चिन्तयतु तदा मनः तु मयि एव अस्ति मम आत्मना सह मयि इत्युक्ते किम् आत्मा आत्मा इति स्वीकुर्मः मया सह संयुक्तः इति वदामः अस्तु तर्हि एकनिमिषं मम आत्मा सर्वत्र अस्ति मनः तु कुत्रचित् एव अस्ति अणुपरिमाणम् इति कृत्वा सत्यम् अणुपरिमाण अनिपरिमाणवान् मनः यत्र अस्ति तत्र अन्ये आत्मन आत्मनः सन्ति वा न वा अस्ति सन्ति तत्र तर्हि किमर्थं तत्र विशिष्टसंयोगः इति उक्तः अस्ति खलु तत्र इति कृत्वा एव अत्र एकस्य मनः एकेन आत्मना सह संयुक्तः विशिष्टसंयोगः प्राप्यते इति नियमेन स्वीकृतम् इति कृत्वा एव अत्र मयि इति वक्तुं शक्यते नो चेत् मयि इति न वक्तुं शक्यते सत्यं किमर्थमित्युक्ते सर्वत्र सर्वे आत्मानः सन्ति इति कृत्वा सत्यं तर्हि मयि इत्युक्ते इत्यस्य अर्थः कः मयि इति कथं जायते इति चेत् विशिष्टसंयोगं स्वीकृत्य एव मयि इति वक्तुं शक्यते एवं मम चक्षुः इति कथं च वक्तुं शक्यते इति चेत् विशिष्टसंयोगः अस्ति इति कृत्वा एव अस्तु अस्तु नो चेत् मम चक्षुः इति कथं वा स्यात् अस्तु अस्तु आगतु हा बुद्धं वा वर्षा भगिनी मम चक्षुः भवतः भवत्याः चक्षुः इति व्यवहारः कथं वा स्यात् हा तत् बुद्धं महोदय परन्तु यदि आत्म चक्षुः एकनिमिषं तत्र तद् बुद्धम् इत्युक्ते किं बुद्धम् इति प्रतिपादयतु एकवारम् मम आत्मा मम चक्षुः सः संयोगः विशिष्टसंयोगः भवति अतः एव घटप्रत्यक्षं भवति तद् बुद्धं परन्तु घटप्रत्यक्षं घटप्रत्यक्षम् इति इदानीं त्यजतु मम आत्मा इति मम चक्षुः इति व्यवहारः कदा कर्तुं शक्यते इति चेत् यदा मम आत्मा अपि च मम चक्षुः अनयोः मध्ये विशिष्टसंयोगः स्वीकुर्मः तदा एव खलु मम चक्षुः इति व्यवहारः एव कर्तुं शक्यते तद्बुद्धं वा हा महोदय तत्तु सम्यक्तया बुद्धं परन्तु आत्मा चक्षु मध्ये संयोगः अस्ति तदा एव आत्मा श्रोत्रेन्द्रिय आत्मा रसनेन्द्रिय आत्मा घ्राणेन्द्रिय मध्ये अपि भवितुम् अर्हति यदा किमर्थं प्रतिपादयतु संयोगः कदा जायते विशिष्टसंयोगः विशिष्ट इत्यस्य कारणं भिन्नकारणमस्ति विशिष्ट इति पदं किमर्थं प्रयुक्तम् आत्मा विभुः सर्वे आत्मनः विभवः इति कृत्वा विशिष्टसंयोगः वक्तव्यः भवति किन्तु क्रिया जायते चेत् तत्र संयोगः भवत्येव खलु हा महोदय यदा चक्षुषी क्रिया जायते तदा एव यदा श्रोत्रेन्द्रियक्रिया जायते वा त्वकेन्द्रियक्रिया जायते वा घ्राणेन्द्रियक्रिया जायते वा तदा आत्म इन्द्रियमध्ये विशिष्टसंयोगः भवितुम् अर्हति तत्तर्केन मनः कुत्र आगतः अत्र हा मनः कुत्र आगतः तदा तदेव द्रष्टव्यं तदेव कारणं भवति अतः आत्म इन्द्रियसंयोगः इति कारणमेव न भवितुम् अर्हति यदा यत्र मनः जातः यत्र मन इन्द्रियसंयोगः भवति तदा तत्र एव ज्ञानं भवति किल हा इति अङ्गीकृतं खलु मनश्चक्षुसंयोगः घटप्रत्यक्षे मनश्चक्षुसंयोगस्य कारणत्वं स्वीकृतम् अतः एव आत्मचक्षुसंयोगस्य कारणं स्वीकर्तव्यं वा वदतु तदेव मम प्रश्नं महोदय अत्र अन्वयव्यतिरेक अपि न अङ्गीकर्तव्यं किल महोदय अत्र कारणमेव नास्ति तत् किन्तु आत्मचक्षुसंयोगः जायते इति भवती अङ्गीकरोति वा भवितुम् अर्हति न भवितुमर्हति इति नास्ति भवत्येव खलु यदा चक्षुषी क्रिया जायते तदा आत्मचक्षुषोः मध्ये संयोगः जायत्येव किन्तु तस्मिन् आत्मचक्षुसंयोगे कारणत्वं स्वीकर्तव्यं वा इति चेत् तत्र अन्वयव्यतिरेकं कर्तव्यं तर्हि इदानीं करोतु अन्वयव्यतिरेकं करोतु अन्वयवाक्यं किं भवति आत्मचक्षुषी संयोगः अस्ति घटप्रत्यक्षं भवति व्यतिरेकं किम् तद् नास्ति आत्मचक्षुसंयोगः नास्ति घटप्रत्यक्षं नास्ति इति तर्हि इदानीम् अन्वयव्यतिरेकः उक्तः वा न उक्तः वा उक्तः आत्मचक्षुसंयोगः अस्ति चेत् एव घटप्रत्यक्षं भवति इति निरूपयतु प्रथमम् अत्र एव मम क्लेशः अस्ति महोदय किमर्थम् आत्मचक्षुमध्ये संयोगः भवेत् इति एव क्लेशः इत्युक्ते न भवति इत्युक्ते यदा यदा अहं घटं करोमि तदा सर्वदा तत्र रासभः अस्ति इति चिन्तयतु रासभं स्वीकृत्य रासभम् इत्युक्ते डाङ्कि वि ब्रिङ्ग् द मड् इन् द डाङ्कि इन् अ डाङ्कि कार्ट् तर्हि तत्र मृद् आनीय तत्र मृदः घटं कारयामि इति चिन्तयतु तर्हि प्रसङ्गवशात् यदा यदा अहं घटं करोमि तदा सर्वदा तत्र किं रासभः अस्ति कार्याधिकरणे अस्ति सर्वदा अस्ति कार्योत्पत्तेः पूर्वक्षणे अस्ति तर्हि रासभः अस्ति एव कार्याधिकरणे किन्तु तस्मिन् कारणत्वं कल्पयितुं तर्हि इदानीं रासभः अपि कारणं घटं प्रति इति चेत् न किमर्थं रासभः नास्ति चेत् घटस्य उत्पादनं न भवति किम् इति चिन्तनीयं तर्हि तत्र मृद् आनीय तदनन्तरं रासभं ततः त्यजामश्चेत् बहिः स्थापयामश्चेत् घटस्य उत्पादनं न भवति वा इति चेत् भवत्येव. एवम् आत्मचक्षुसंयोगः जायत्येव. यदा यदा चक्षुः चक्षुषि क्रिया जायते तत्र आत्मचक्षोः मध्ये अत्र विशिष्टसंयोगः जायत्येव. किन्तु सचसंयोगः न जायते चेत् घटप्रत्यक्षं न भवति वा इति चिन्तयामश्चेत् न भवति इति न वक्तुं शक्यते इति कृत्वा व्यतिरेकः अत्र न वक्तुं शक्यते इति कृत्वा आत्मचक्षुसंयोगे कारणत्वं न कल्प्यते. तत्र अस्ति एव आत्मचक्षुसंयोगः जायत्येव, किन्तु तस्मिन् कारणत्वम् अयं घटः इति ज्ञानं प्रति कारणत्वं न कल्प्यते इति उक्तम्. एवमेव मनघटसंयोगः. मनः चक्षुषा संयुक्तः अस्ति, चक्षुः घटेन संयुक्तः अस्ति इति कृत्वा स्वसंयुक्तसंयुक्तत्वसम्बन्धेन मनः घटे मनघटसंयोगः जातः एव. किन्तु तस्मिन् मनघटसंयोगे कारणत्वं कल्पनीयं वा इति चेत् प्रसङ्गवशात् तत्र भवति, किन्तु तस्मिन् कारणत्वं न कल्पयामश्चेदपि क्लेशः नास्ति. किमर्थम्? अत्र मनचक्षुसंयोगः घटे भवति इति उक्तत्वात् घट एव कार्याधिकरणम् इति स्वीकृतम् इति कृत्वा मनचक्षुसंयोगे संयोगे कारणत्वं कल्पयामश्चेत् पर्याप्तं. घटं कार्याधिकरणम् इति स्वीकृत्य मनचक्षुसंयोगः घटे जायते चेत् तत् पर्याप्तं भवति. मनघटसंयोगः यद्यपि जायते तथापि तस्मिन् मनघटसंयोगे कारणत्वं वक्तव्यम् इति नास्ति इति वस्तुतः अत्र षट् संयोगाः भवितुमर्हन्ति. भवन्ति एव, तेषु चतुर्षु संयोगेषु एव कारणत्वम् अङ्गीकृतं, न त्रिषु संयोगेषु एव कारणत्वम् अङ्गीकृतम्. आत्मघटसंयोगे अन्यथासिद्धत्वं कल्पितम्, आत्मचक्षुसंयोगे मनघटसंयोगे च अन्वयव्यतिरेकं कृत्वा तत्र कारणत्वमेव न साध्यते. आत्मचक्षुसंयोगः न भवति चेत् अयं घटः इति कार्यं न भवति वा इति पृष्टे सति यथा रासभः नास्ति चेत् तत्र घटस्य निर्माणं न भवति वा इति चेत् भवत्येव. एवमेव मनघटसंयोगः नास्ति चेत् अत्र अयं घटः इति ज्ञानं जायते वा इति चेत् भवत्येव इति कृत्वा तत्र व्यतिरेके व्यभिचारः भवति इति कृत्वा अनयोः तत्र कारणत्वमेव न स्वीकृतम् इति उक्तम्. अस्तु, इदानीमपि प्रश्नः अस्ति वा? प्रश्नः अस्ति चेत् प्रश्नः न महोदय, अवगतम्. हा, समीचीनं. तर्हि संयोगः न जायते इति न वक्तव्यं, किन्तु संयोगे कारणत्वं कल्पयामः वा इति चेत् न. तर्हि आत्मचक्षुसंयोगः जायते. यदा चक्षुषि क्रिया जायते तदा सर्वदा आत्मचक्षुसंयोगः जायते, विशिष्टसंयोगः जायते, किन्तु तस्मिन् कारणत्वम् अङ्गीकर्तव्यं वा इति चेत् न. एवं मनघटसंयोगः अपि जायते. मनः चक्षुषा सह कुत्र संयुक्तः? घटे एव संयुक्तः अस्ति इति कृत्वा तर्हि मनघटसंयोगः जायते, तथापि तस्मिन् कारणत्वं न अङ्गीक्रियते. अपि च आत्मघटसंयोगः जायते, घटे यदा क्रिया जाता ह्यः वा पूर्वं वा यदा कदापि जाता तदा संयोगः जायत्येव, किन्तु तस्मिन् कारणत्वं कल्पनीयं वा इति चेत् तत्र अन्यथासिद्धत्वं भवति इति. अस्तु, बहु समीचीनं. तर्हि इदानीं चाक्षुषप्रत्यक्षज्ञानम् अयं घटः इति ज्ञानं, ज्ञानस्य विषये सम्पूर्णतया अस्माभिः चिन्तितम्. तर्हि सत्यभामा भगिनी, भवत्या प्रति प्रयत्तम् इति भाति तत्र कार्यमस्ति नीलरूपम् इति, तर्हि किञ्चित् प्रतिपादयति वा? आं महोदय, एकनिमिषम्. इदानीं ज्ञानमस्ति नीलरूपम्, इदं नीलरूपम् इति ज्ञानं, न तु नीलो घटः इति. तत्र भेदः अस्ति, कः भेदः इति निरूपयितुं स्पष्टीकर्तुम् एतत् प्रश्नः मया कृतः. तद् मनसि संस्थाप्य वदतु नीलरूपम् इति नीलरूपम् इति ज्ञानं नीलरूपम् इति ज्ञानं कारणमस्ति ज्ञानं आत्मनि अस्ति अतः कार्याधिकरणम् आत्मा कारणम् आत्मा प्रथमं आत्मा समवायिकारणमस्ति अतः भगिनि एवं प्रतिपादयतु अत्र एकेन वाक्येन सर्वं वक्तुं शक्यते इदानीं ज्ञानं कार्यमस्ति नीलरूपम् इति ज्ञानम् आम् तस्य कारणानि कानि इति चेत् आत्मा आत्मनि तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति कृत्वा समवायीकारणम् इति एकमेव वाक्यं मया उक्तम् आत्मा आत्मनि आत्मनि इति किमर्थं कार्यादिकरणं किम् इति वक्तव्यं खलु तर्हि आत्मा आत्मनि केन सम्बन्धेन तादात्म्यसम्बन्धेन स्थित्वा समवायसम्बन्धेन कार्यं जनयति इति कृत्वा समवायीकारणम् अस्तु इदानीं द्वितीयम् द्वितीयम् आत्ममनसंयोगः आत्ममनसंयोगः आत्मनि स्थित्वा आत्मनि समवायेन स्थित्वा समवायेन कार्यं जनयति अतः असमवायीकारणम् कार्यम् इति मनः मनः आत्मनि स्थित्वा आत्ममनसम्बन्धेन आत्ममनसंयोगः इति न इदानीं कारणमस्ति मनः मनः आत्मनि आत्मनि संयुक्तः अस्ति सो संयुक्तसम्बन्धः वा संयोगेन स्थित्वा संयोगेन समवायेन कार्यम् उत्पादयति अतः निमित्तकारणम् उत्तमम् इदानीं नीलरूपचक्षुसंयोगः इति कार्यं संयो तत् चक्षु नीलरूपचक्षुसंयोगः खडे अस्ति अतः इदानीं कार्याधिकरणं खडे खडे संयोगः अत्र इद् एतत् समीचीनं वा इति न जाने स्वसंयुक्तसमवायसम्बन्धेन अस्ति इति समीचीनं वा चिन्तयतु चिन्तयतु नीलरूपचक्षुसंयोगः घटे केन सम्बन्धेन अत्र स्वम् इत्युक्ते किं स्वम् इति नीलरूपः संयोगः स्वं क्षम्यतां संयोगः इति गुणः स्वम् अस्ति तत् तत् घटे अस्ति तर्हि स्व संयोगः घटे केन सम्बन्धेन भवति समवायसम्बन्धेन भवति तर्हि स्वसमवाय इति वक्तव्यं खलु स्वसमवायी संयुक्तः न एकनिमिषं स्व इति इदानीं संयोगः सः संयोगः नीलरूपचक्षुसंयोगः सः संयोगः घटे समवायेन अस्ति तर्हि स्वसमवायी किन्तु इदानीं केन सः संयुक्तः अस्ति तत्र अन्यत् अन्यत् पदार्थं किं नीलरूपमस्ति खलु नीलरूपमस्ति तदपि नीलरूपं घटे किं गुणः अस्ति अतः समवायः एव खलु हा समवायसम्बन्धेन नीलरूपमस्ति किन्तु इदानीं घटात् उपरि गन्तव्यं नीलरूपं प्रति गन्तव्यं तर्हि किं वक्तव्यं भवति समवायी समवायित्वसम्बन्ध समवेदम् स्वसमवायी समवेतम् स्वसमवायी समवेतम् तर्हि परिवर्तयामि स्व एकनिमिषं स्व समवायी सम वेतत्व नीलरूपचक्षुसंयोगः घटे स्वसमवायी समवेतत्वसम्बन्धेन स्थित्वा स्थित्वा इदानीं ज्ञानमस्ति नीलरूपम् इति, तद् विषयसम्बन्धेन खडे अस्ति विषये, अतः निमित्तकारणम्। उत्तमं, तर्हि नीलरूपचक्षुसंयोगः घटे स्वसमवायि समवेतत्वसम्बन्धेन स्थित्वा विषयतासम्बन्धेन विषयतासम्बन्धेन अयं नीलरूपमिति कार्यं जनयति इति कृत्वा निमित्तकारणम्। उत्तमम्, हा अग्रे। नीलरूपम् इति अस्ति, हा वदतु। नीलरूपं खडे समवायेन स्थित्वा विषयतासम्बन्धेन कार्यम् उत्पादयति, अतः निमित्तकारणम्। एकनिमिषम्, अस्तु, नीलरूपं घटे समवायेन स्थित्वा विषयतासम्बन्धेन घटे कार्यं जनयति, सत्यं, तत्र कार्यादिकरणं तावदेव वक्तव्यं खलु। चक्षुः इति इन्द्रियमस्ति, चक्षुः घटे घटेन संयुक्तः अस्ति, स्वसंयुक्तत्व इति समीचीनं। किमर्थं स्वसंयुक्तता, अत्र यत्र परम्परासम्बन्धः अस्ति तत्रैव स्व इति आरम्भणीयम्। अत्र चक्षुः इति द्रव्यं, घटः अपि द्रव्यं, साक्षात् संयोगः भवति खलु, संयोगः एव, तर्हि संयोगसम्बन्धेन, संयोगसम्बन्धेन चक्षुसंयोगः विषय, चक्षुः घटे संयोगसम्बन्धेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति इति कृत्वा निमित्तकारणम्। इदानीं मनचक्षुसंयोगः, अत्र इदानीं स्पष्टं जातं, मनचक्षुसंयोगः इति गुणः मनसि समवायेन स्थित्वा पुनः चक्षु कार्यादिकरणं किं, खडः कार्याधिकरणं, तर्हि मनसि इति किमर्थं वदति, संयोगः मनचक्षुसंयोगः स्वसमवायि इति स्वम् अस्ति मनश्चक्षुसंयोगः इति खडे। इदानीं मनचक्षुसंयोगः कुत्र अस्ति, कार्याधिकरणं किम् अस्ति वदतु, खडे, तर्हि मनसि इति भवत्या उक्तम्, अतः एव प्रश्नः, मनश्चक्षुसंयोगः घटे केन सम्बन्धेन इति वदतु इदानीं, समवायेन स्थित्वा, न भगिनि, मनचक्षुषोः मध्ये संयोगः अस्ति, किन्तु स च संयोगः इदानीं कुत्र अस्ति, घटे अस्ति, मनचक्षुसंयोगः घटे समवायसम्बन्धेन भवति वा, संयोगः इति गुणः, सत्यं, गुणः मनसि भवितुमर्हति समवायेन, नो चेत् चक्षुषि भवितुमर्हति समवायेन, किन्तु इदानीं घटः अस्ति खलु कार्याधिकरणम्, अत्र संयोगः, तत्र परम्परासम्बन्धः वक्तव्यः, वदतु, अत्र स्वम् इति गुणं संयोगः, स्वं मनः स्वसमवायि, चक्षुषः मनः इति इन्द्रियं, चक्षुषः अपि समवायेन अस्ति, किन्तु इदानीं घटेन सह किं संयुक्तः अस्ति, मनः संयुक्तः वा चक्षुः संयुक्तः वा, चक्षुः संयुक्तः अस्ति, तर्हि अत्र स्व इति संयोगः मनचक्षुसंयोगः, तदनन्तरं स्वसमवायी इति चक्षुः इति स्वीकरोतु, स्वसमवायी इति चक्षुः, स्वसमवायि इदानीं मनः अस्ति, मनः त्यजतु भगिनी, मनः त्यजतु, स्वसमवायि समवायि संयुक्तः, पदं स्वम् इति मनचक्षुसंयोगः स च संयोगः चक्षुषि समवायेन अस्ति इति कृत्वा स्वसमवायी चक्षुः तदनन्तरं स च चक्षुः घटेन संयुक्तः इति कृत्वा स्वसमवायी संयुक्तत्वसम्बन्धेन इदानीम् अवगतं स्वसमवायी संयुक्तत्वसम्बन्ध स्वायि समवायि संयुक्तत्वसम्बन्धेन घटे अस्ति घटे मनश्चक्षुसंयोगः घटे स्वसमवायि संयुक्तत्वसम्बन्धेन स्थित्वा नीलरूपम् इति विषयता ज्ञानं विषयतासम्बन्धेन ज्ञानं जनयति भवतु अतः निमित्तकारः तावदेव महोदय मम प्रश्नः अस्ति एकः पृच्छामः अत्र नीलरूपचक्षुसंयोगः इति स्वीकृतम् अत्र यफ् कालं मध्ये नीलरूपचक्षुसंयोगः अत्र मनचक्षु एवं मन रूपच संयोगः इति स्वीकरणीयं भवति वा किमर्थं नीलरूपस्य बहिः किं गच्छति चक्षुः एव गच्छति खलु सत्यं महोदय अत्र रूपं गुणः अस्ति रूपः सत्यं गुणः अस्ति घटः संयोगः संयोगः गुण द्रव्यमध्ये संयोगः न भवति घटचक्षुसंयोगः भवेत् घटचक्षुसंयोगः भवति तत्र नीलरूपचक्षुसंयोगसम्बन्धः इति वदामः महोदय नीलरूप नीलरूपचक्षुसम्बन्धः इति प्रायः वक्तव्यं संयोगः इति प्रायः न वक्तव्यं सत्यम् अत्र किञ्चित् परिवर्तनीयमस्ति सम्बन्धः इति वदामश्चेत् समीचीनं भवति किमर्थमित्युक्ते द्रव्यगुणयोः मध्ये द्रव्यगुणयोः मध्ये संयोगः न भवति खलु अपि च समवायीकारणेन सह एव संयोगः समवायः भवति इति कृत्वा नीलरूपचक्षुसम्बन्धः घटे स्वसमवायीसमवेतत्वसम्बन्धेन स्थित्वा विषयतासम्बन्धेन कार्यं जनयति समीचीनं किम् इदानीं इदानीं घटः इति कारणम् इति स्वीकुर्मः वा घटः अपि कारणं घटस्य कारणं चिन्तयतु घटे घटे कारणत्वं स्वीकरणीयं वा नो चेत् अन्यतासिद्धत्वं भवति वा घटः इदानीं घटे एव नीलरूपम् अस्ति समवायिकारणम् अस्ति तर्हि घटः भूतले अस्ति तर्हि तदपि कारणं किम् तद् कारणं न भवति इति एव अत्र अन्यतासिद्धत्वे एतदेव वार्ता बहु समीचीनचिन्तनमस्ति अन्यतासिद्धत्वम् इत्युक्ते नीलरूपं तु घटे अस्ति भवतु अनेन कारणम् इति चेत् घटः भूतले अस्ति तर्हि किमर्थं भूतलमपि न स्यात् कारणम् अपि च अतः एव मया उक्तम् अत्र अत्र ज्ञानस्य आकारः इदं नीलरूपम् इति एव नीलो घटः इति आकारमस्ति चेत् ज्ञानस्य तर्हि कति विषयाः सन्ति अत्र त्रयविषयः त्रयः वा किम् आत्मसंयोगः भगिनी प्रश्नं श्रुत्वा उत्तरं वदतु प्रश्नः कः इति पुनः वदामि नीलो घटः इति ज्ञानं ज्ञानस्य विषयः कति इति प्रश्नः विषयाः कति इति प्रश्नः कारणानि कानि इति न पृष्टं नो चेत् कारणानि कति इति न पृष्टं नीलो घटः इति ज्ञाने विषयाः के इति प्रश्नः विशेषताप्रकारतादृश न नीलो अत्र एकवारम् उच्चारयतु ज्ञानस्य आकारः कः नीलो खडः तर्हि अत्र नीलं नीलरूपमिति विषयमस्ति खलु ज्ञानस्य विषयं घटः इत्यपि विषयं द्वयमपि अहं पश्यन् अस्मि खलु केवलं नीलरूपमेव अहं न पश्यामि केवलं घटमेव न अहं पश्यामि किन्तु द्वयमपि अहं पश्यन् अस्मि एषः घटः नीलरूपः इत्युक्ते नीलो घटः इति विषयद्वयमस्ति प्रत्येकं विषये प्रकारता विशेष्यता विषयता इति विशेष्यता इति अस्ति संसर्गता इति अस्ति अस्तु इदानीं यद् ज्ञानम् अस्माभिः चिन्तितमासीत् नीलरूपम् इदं नीलरूपम् इत्यस्ति तत्र त्रयः विषयः नास्ति वा नीलः इति रूपमस्ति घटः इति घटं घटत्वम् अस्ति तत् नील यस्मिन् घटत्वम् अस्ति तस्मिन् एव नीलत्वम् अपि अस्ति इति न भवति वा तर्हि तृतीयः विषयः कः तत् घटं तस्मिन् घटं नीलघटम् अस्ति इति घटस्य नीलः मध्ये सम्बन्धः अपि अस्ति इति तस्यापि ज्ञानं भवति किन्तु ज्ञानस्य विषयः नास्ति खलु इत्युक्ते नीलरूपं घटे समवायसम्बन्धेनैव अस्ति किन्तु यदा अहं घटं पश्यामि तत्र समवायसम्बन्धेन अस्ति इति इदानीं कोऽपि न्यायं न पठितवान् इति चिन्तयतु न्याय तस्मिन् नीलो घटः इति ज्ञानं न जायते किम् जायते परन्तु तत् घटे नीलत्वम् अस्ति इति ज्ञानं जायते केन सम्बन्धेन अस्ति इति तस्य ज्ञानं न भवति परन्तु न अपि च नीलत्वम् अस्ति इति अपि ज्ञानं न जायते सः सामान्यः अस्ति एषः कः इति चेत् नीलोघटः इति सः वदति तावदेव नीलत्वमिति जातिः तस्मिन् अस्ति नीलरूपत्वमिति जातिः तस्मिन् अस्ति घटत्वमिति जातिः अस्ति समवायसम्बन्धेन अस्ति इति किमपि ज्ञानं तस्मिन् नास्ति अत्र ज्ञानस्य विषयः सामान्यस्य ज्ञानस्य विषयः द्वयम् एकं तु नीलरूपम् अन्यस्तु घटः सामान्यचिन्तनम् अत्र ज्ञानस्य विषयः कति इति चेत् विषयद्वयमेव नीलरूपम् इति एकं घटः इति इदानीं ज्ञानस्य आकारं किञ्चित् भिन्नरीत्या अहं वदामि नीलो बृहत् घटः इति ज्ञानं तर्हि अस्मिन् ज्ञाने त्रयः विषयाः सन्ति एकं तु नीलरूपं द्वितीयं तु तस्य परिमाणं बृहत् इति परिमाणं तृतीयं तु घटः इति सामान्यं तत्र विषयः त्रयः विषयाः सन्ति प्रत्येकं विषयस्य अत्र प्रकारः इति तादृशचिन्तनं भवितुमर्हति भवतु अग्रे अस्मिन् विषये विद्याधर्याम् एव विषयाः पाठः आगच्छन्ति इति कृत्वा गभीरचिन्तनम् इदानीं न कुर्मः किन्तु अग्रे इतोपि स्पष्टता जायते किन्तु यद् इदानीं परिष्कृतम् अस्माभिः नीलरूपचक्षुसम्बन्धः इति वक्तव्यं संयोगः इति न वक्तव्यम् नीलरूपचक्षुसंयोगः सम्बन्धः अपि कारणं कीदृशसम्बन्धः इति चेत् स्वसमवायिसमवेतत्वसम्बन्धः इति तत्र महोदय ज्ञानमनुसृत्य वाक्यं यत् भवान् उक्तवान् तदेव अनुसृत्य विषयाः कति सन्ति इति सत्यं किन्तु तत्रापि भेदाः वर्तन्ते इत्युक्ते तत्र षट् सम्भावनाः षड्धा विभक्ताः सन्ति अग्रे आयाति महोदय इतोपि किञ्चिदिव इत्युक्ते एतस्य अवगमनं समीचीनतया कुर्मश्चेत् अग्रे यदा पठेम झटिति अवगन्तुं शक्यते अतः एव प्रार्थयामि सर्वे इदानीं पञ्चदिनानि सन्ति खलु तत्र एकं कार्यं स्वीकृत्य इदानीं घटः त्वक्प्रत्यक्षम् अयम् इदं घटः इति त्वचप्रत्यक्षम् अयं घटः इति ज्ञानं त्वक्प्रत्यक्षमस्ति तत्र कानि कारणानि अत्र सर्वाणि कारणानि उक्तानि किं सत्या भवति वा मा भगिनि महोदय पुनः पृच्छतु इत्युक्ते मनचक्षुसंयोगः यावत् भवत्या उक्तं तदनन्तरमपि कार्याणि सन्ति किम् नाम कारणानि इत्युक्ते प्रकाशः उद्भूतरूपं मध्यमपरिमाणं तेषां कारणत्वम् अस्ति हा तर्हि तानि अपि कारणानि अत्र योजयन्तु योजयतु योजयिष्यामि हा इति तत्सर्वं कारणानि भवन्ति नीलरूपम् इति ज्ञानं प्रति एवम् अत्र अन्यानि कारणानि मया उक्तानि अयं घटः इति कार्यं घटे विद्यमानमृदुता केवलं मृदुता इति एव ज्ञानं किमर्थमित्युक्ते अत्र एकमेव विषयं मया स्वीकृतं तदनन्तरं सुगन्धः इति ज्ञानं तदनन्तरं मधुरम् इति ज्ञानं तदनन्तरं भेरिध्वनिः इति ज्ञानं तदनन्तरं ज्ञानः एव अयं घटः इति ज्ञानमेव कार्यमस्ति ज्ञानम् अत्र ज्ञानम् इत्युक्ते कस्मिन् विषये ज्ञानमिति नास्ति ज्ञानं यत्किमपि ज्ञानं भवतु ज्ञानस्य ग्रहणं करोति खलु जन्यमानज्ञानस्य मनसा ग्रहणं क्रियते इति कृत्वा तादृशज्ञानं मया स्थापितमस्ति अपि च इच्छा सामान्य इच्छा तदनन्तरम् अत्र कृतिः इति भवेत् इच्छा इति नास्ति परिवर्तयिष्यामि कृतिः अस्तु तदनन्तरं संस्कारः अपि स्थापनीयः आसीत् तदनन्तरं किम् आसीत् द्वेषः तदपि अहं स्थापयिष्यामि इदानीमेव स्थापयिष्यामि तत्र सर्वत्र महोदय यत् भवान् कृतवान् प्रथमे उदाहरणे आत्मा मनः चक्षुः घटः इति स्वीकृत्य भिन्नभिन्न काम्बिनेशन्स् इति तत्र तदेव करणीयं वा अत्र सर्वत्र न चिन्तयन्तु तादृशं मया चिन्तितम् इत्युक्ते सम्पूर्णचिन्तनार्थं मया तादृशं कृतं कति काम्बिनेशन्स् भवन्ति इति तर्हि सर्वत्र आत्मा अपि च मनः तु अस्ति एव अपि च एकम् इन्द्रियमस्ति अपि च अन्यत् यत् विषयः अस्ति नीलरूपमस्ति वा अतः सुगन्धः वा किमपि अस्ति तदपि तत्र स्थापनीयम् अत्र स्थापयित्वा चिन्तयन्तु अत्र यदि सर्वेषाम् अत्र एडिट् रैट् कृतम् अस्ति खलु तर्हि यद् भवता स्वीकृतं तत्र अधोस्थाने द्रव्याणि अस्य ज्ञानार्थं कानि द्रव्याणि उपयुक्तानि इति संस्थाप्य तत्र कति सम्भावनाः भवन्ति तेषु केषां कारणत्वं स्वीकुर्मः केषाम् अन्यथा सिद्धत्वं स्वीकुर्मः केषां कारणत्वमेव न स्वीकुर्मः इति चिन्तयितुं शक्यते किन्तु सर्वे कृपया चिन्तयन्तु समीचीनम् अत्र सर्वैः स्थापितम् इति भाति एवं सर्वैः कृपया चिन्तयन्तु यु हाव् टु सिट् अण्ड् थिङ्क् आफ् इट् युवर् सेल्फ् दिस् इस् इट्स् एन् इण्टेन्स् एक्ससैस् न चिन्तयति चेत् बोधः न जायते यु हाव् टु डू दिस् एक्ससैस् इन् युवर् मैण्ड् तर्हि कृपया चिन्तयन्तु प्रश्नाः सन्ति चेत् अग्रिमवर्गे यदा चिन्तनं कृतं तर्हि वाट्साप् मध्ये मां सूचयतु अहं परिशीलनं करोमि किञ्च किमपि परिष्कर्तव्यं वक्तव्यं चेत् अहं वदिष्यामि तर्हि अग्रिमवर्गात् पूर्वं सम्पूर्णचिन्तनं कुर्मश्चेत् किमपि चिन्तनीयं चेत् वर्गे चिन्तयामः नो चेत् इतः अग्रे गन्तुं शक्नुमः अस्तु अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादाश्च